ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः अस्ति अष्टाध्यायाः समग्रदृष्टिः। वयं दृष्टवन्तः तत्र कस्मिन् अध्याये स्थूलरूपेण कः मुख्यविषयः कः अस्ति। प्रथम अध्याये तत्र संज्ञासूत्राणि अपि च परिभाषासूत्राणि, द्वितीयाध्याये तत्र समासाधिकारः अस्ति, अनन्तरं तत्र विभक्तीनां विधानम् अपि अस्ति। यदा वयं जानीमः तत्र प्रथमाविभक्ति द्वितीयाविभक्ति तत्र सुबन्त पदानां कृते तत्र विभक्ति ज्ञानम् आवश्यकम्, अतः तत् विषयः अपि सः विषयः अपि द्वितीयाध्याये। अनन्तरं तृतीय अध्याये धातोः इत्याधिकारः अस्ति, तत्र प्रत्ययः, तत्र सर्वे प्रत्ययः, धातोः ये प्रत्ययाः विधीयन्ते तेषां तत्र विषयः तत्र तृतीयाध्याये अस्ति। अनन्तरं चतुर्थपञ्चमे अध्याये तत्र प्रातिपदिकात् ये ये प्रत्ययाः विधीयन्ते तेषां विषयः। पञ्चमे अध्याये मुख्यतया अत्र इत्युक्ते अष्टाध्यायीग्रन्थे तत्र पञ्चसु पादेषु तत्र तद्यत् अधिकारः वर्तते। सो स्टार्टिङ्ग् फ्रोम् फोर् चतुर्थाध्यायस्य चतुर्थपादे आरभ्य तत्र पञ्च अध्यायस्य अन्तपर्यन्तं तत्र तद्यत् अधिकारः इत्युक्ते तत्र बहूनि तद्यत् प्रत्ययाः सन्ति, तेषां विषये तत्र पञ्चसु पादेषु तत्र सूत्राणि दत्तानि। अनन्तरं तत्र केचन तद्यत् प्रत्ययः यथा टच् इति प्रत्ययः, ते समास यस्य समास इति संज्ञा अस्ति तत्र अपि विधीयन्ते, अतः अन्ते तत्र समासान्त अधिकारः अस्ति। सो केचन तद्यत् प्रत्ययः ते तत्र तद्यत् विधिः अपि आवश्यकम्, अपि च ये यः विधिः तद्यत् प्रत्ययेषु भवति अपि च सः प्रत्ययः समासस्य अन्ते अपि विधीयन्ते, यथा टच् प्रत्ययः अस्ति। सो तत्र अन्ते अन्तिमे पादे पञ्चमाध्यायस्य अन्तिमे पादे तत्र समासान्त अधिकारः वर्तते। षष्ठाध्याये वयं जानीमः तत्र द्वित्वप्रकरणम् अस्माभिः तत्र पठितम्, अनन्तरं तत्र सम्प्रसारणं कार्यमपि अस्ति, अपि च तत्र सन्धि अच् सन्धिविषयः अपि षष्ठाध्याये अस्ति। चतुर्थपादे 641 आरभ्य तत्र अङ्गाधिकारः आरभ्यते। 641 आरभ्य तत्र सप्तमाध्यायस्य अन्तपर्यन्तं तत्र अङ्गस्य अधिकारः अस्ति। एतदपि बृहदधिकारसूत्रमस्ति अङ्गस्य। सो अङ्गम् इति तु वयं जानीमः तत्र यस्मात् प्रत्ययः विधिः तदादिप्रत्यय अङ्गम् इति सूत्रमस्ति। अनेन सूत्रेण तत्र अङ्गसंज्ञा दीयते, अपि च तत्र अङ्गे यानि कार्याणि भवन्ति अङ्गे सर्वदा तत्र प्रत्ययनिमित्तीकृत्य कार्याणि भवन्ति। प्रत्ययः परे अस्ति चेत् इत्युक्ते कित्नित् परे अस्ति चेत् सम्प्रसारणं करणीयं, प्रत्ययस्य तत्र श्लु इत्यनेन लोपः भवति चेत् तत्र द्वित्वं भवति, श्लौ इत्यनेन द्वित्वं भवति। एतानि सर्वाणि कार्याणि प्रत्ययनिमित्तीकृत्य एव अङ्गे केचन परिवर्तनं तत्र किञ्चित् परिवर्तनं भवति। सो तत्र प्रकृतिप्रत्ययमेलनेन यत् किमपि परिवर्तनं भवति तत्र अङ्गस्य अधिकारः अस्ति। सो अङ्गे यदा तत्र धातुः अङ्गमस्ति वा प्रातिपदिकम् इति अङ्गम् अस्ति वा तत् सर्वम् अस्मिन् 641 इति अस्मिन् पादे षष्ठाध्यायस्य चतुर्थपादे तत्र आरभ्यते। सो प्रत्ययनिमित्तीकृत्य अङ्गं धातुरूपी अङ्गम् अस्ति वा प्रातिपदिकरूपी अङ्गम् अस्ति वा तत् सर्वम् इदानीं तत्र मिलित्वा तत्र दत्तं यस्य अङ्गसंज्ञा अस्ति तत्र प्रत्ययस्य कारणेन यत्किमपि परिवर्तनं भवति तत् सर्वम् एतत् 641 आरभ्य सप्तमाध्यायस्य अन्तपर्यन्तं तत्र अङ्गस्य इत्युक्ते प्रकृतिप्रत्ययमेलनेन तत्र मेलनं कथं भवति इति एतयोः पञ्चपादयोः तत्र महर्षिणा स्थापितम्। इदानीं तत्र सप्तमध्यायः सो सप्तम इति तु स्थूलरूपेण अङ्गस्य अधिकारः अस्ति। सप्तमध्याये के के मुख्यविषयाः सन्ति? सप्तमध्यायस्य विषये पठितं वा? चिन्तयामि पठितं न महोदय, सप्तमध्याये न पठितम्। अस्तु, सो अत्रापि अङ्गकार्यमस्ति सप्तमध्याये, यदा तत्र वयं जानीमः षष्ठाध्याये चतुर्थपादे एव अङ्गस्य अधिकारः आरभ्यते। सम्पूर्णसप्तमध्याये तत्र अङ्गस्य अधिकारः अस्ति। सो अङ्गे प्रत्ययस्य कारणेन किं किं परिवर्तनं भवति तत् मुख्यतया तस्य विषयः सप्तमध्याये अस्ति। सो अङ्गकार्यम् अत्र भवति। सो अङ्गे कदा कार्यं भवति? यदा तत्र अङ्गसंज्ञा कदा अस्ति? यदा तत्र प्रत्ययः अस्ति। किमर्थं चेत् अङ्गस्य कृते तादृशसंज्ञा महर्षिणा स्थापितं यस्मात् प्रत्ययः विधिः तदादि प्रत्यय अङ्गम्। सो यत्र प्रत्ययस्य उपस्थितिः अस्ति तत्र एव शब्दसमूहस्य अङ्गसंज्ञा भवितुं शक्नोति। अपि च यदा तत्र शब्दसमूहस्य अङ्ग इति संज्ञा अङ्गम् इति संज्ञा भवति तत्र प्रत्ययकारणेन किञ्चित् अङ्गे परिवर्तनं भवति। तस्य नाम एव अङ्गकार्यं। सो यत् कार्यं यत् परिवर्तनम् अङ्गे भवति तत् तस्य नाम अस्ति अङ्गकार्यम्। इत्युक्ते अङ्गात् परस्य प्रत्यादेशः। सो तत्र कीदृश इत्युक्ते तत्र धातुविषये वयं जानीमः अदन्तङ्गम् अदन्ताङ्गम् अस्ति चेत् एकं सूत्रमस्ति चेत् तत्र अदन्ताङ्गात् परे तत्र लोट् लकारे यः सिप् इति प्रत्ययः तत्र तस्य प्रथमे तत्र सेर् पिच् इत्यनेन सी इत्यस्य हि आदेशः भवति। अनन्तरं तत्र अस्मिन् सप्तमध्याये एकं सूत्रमस्ति। सो अदन्ताङ्गस्य परे तत्र लोट् लकारे हि प्रत्ययस्य लुक् भवति। सो हि प्रत्ययः सम्पूर्णतया मध्यमपुरुष एकवचने यः स्टिप् प्रत्ययः अस्ति तस्य प्रथमे हि आदेशः भवति लोट् लकारे। अपि च तत्र तस्य अदन्ताङ्गस्य परे तस्य हि इत्यस्य भागस्य तत्र लुक् भवति, सम्पूर्णतया लोपः भवति। सो तत्र यदा तत्र लोट् लकारस्य विषयः अस्ति तत्र किं भवति? त्वं पठ्। सो केवलं पठ् एव तत्र श्रूयते मध्यमपुरुष एकवचने। त्वं लिख, त्वं पठ इति तत्र भवति। किमर्थं चेत् अङ्गात् परस्य प्रत्यादेशः, अङ्गम् आधारीकृत्य प्रत्यय अपि आदेशाः भवन्ति। सो अङ्गं कीदृशम् अस्ति इत्युक्ते वयं जानीमः अङ्गस्य अन्तिमवर्णम् आधारीकृत्य तत्र अङ्गस्य परिभाषा अस्ति। इत्युक्ते तत्र अदन्ताङ्गम् अस्ति वा, आकारान्त अङ्गम् अस्ति वा, ऋकारान्त अङ्गम् अस्ति वा, नो चेत् तत्र इगन्ताङ्गम् अस्ति वा। सो प्रथमविषयः अस्ति अङ्गात् परस्य, अङ्गस्य कारणेन अपि तत्र प्रत्यय आदेशः भवन्ति, प्रत्ययस्य कृते भिन्नभिन्न आदेशाः तत्र सन्ति। सो अङ्गस्य परस्य अङ्गात् परस्य प्रत्यादेशः। सो अङ्गात् यः परे अस्ति, परे तु अङ्गस्य परे प्रत्ययः अस्ति। सो तस्य स्थाने किञ्चित् भिन्न आदेशः भवति। अनन्तरं तत्र वदति इडागमः प्रकरणमपि सप्तमध्याये, इत्युक्ते अर्धधातु सेड् वलादेः इति सूत्रस्य सङ्ख्या पश्यामः चेत् प्रायशः अस्मिन् अध्याये एव दत्तम्। सो खादितवान् इति यः अस्ति अत्र इकारः श्रूयते, सो तत्र इडागमः भवति. सो तवतु प्रत्ययस्य विधिः अस्ति चेत् वयं जानीमः तवतु इति प्रत्ययः वलादि अस्ति, अवशादि अस्ति, कृत् प्रत्ययः अस्ति, अतः वशादिविषये अपि चिन्तनं करणीयम्. सो तवतु प्रत्ययस्य वलादि अवशादि, अतः तत्र धातु अपि इडनुकूलः, खाददातु षट् धातुः, अतः तत्र इडागमः भवति. सो इडागमस्य विषये अपि वयं तत्र दृष्टवन्तः सूत्राणि यानि सन्ति. सार्व आर्धधातुकस्येड् वलादेः इति सूत्रेण आर्धधातुक् प्रत्ययः, प्रथमे तु प्रत्ययः आर्धधातुक् भवेत्. यदि सार्वधातुक् प्रत्ययः अस्ति सामान्यतया तत्र इडागमः न भवति. किमर्थं चेत् सूत्रं तादृशम् आर्धधातुकस्येड् वलादेः, आर्धधातुकस्य एव इडागमः भवति. सो वयं जानीमः इदानीमपि इडागमस्य विचारः कुत्र करणीयम्. सूत्राधारेण वयं जानीमः धातोः धातुविषयः यत्र अस्ति तत्र एव. किमर्थं चेत् सार्वधातुक् अपि च अर्धधातुक् इति संज्ञा केवलं तादृशप्रत्ययानाम् एव सार्वधातुक् अपि च अर्धधातुक् इति संज्ञा, येषां विधिः धातोः अस्ति, धातोः अनन्तरम् अस्ति. इत्युक्ते प्रातिपदिकस्य अनन्तरं तत्र सूप स्त्री अपि च ये तदित् प्रत्ययाः, तेषां कृते सार्वधातुक् अर्धधातुक् इति संज्ञा नास्ति. सो अर्धधातुक् सेड् वलादेः इति सूत्रेण अहं ज्ञातुं शक्यते एतस्य इडागमस्य विचारः तु यदा तत्र धातुः रूपी अङ्गमस्ति, धातु इति अङ्गमस्ति, तदा एव इडागमस्य विचारः. किमर्थं चेत् सूत्रं तादृशम् अर्धधातुकस्य इड्. सो आर्धधातुक् इति संज्ञा केवलं तेषां प्रत्ययानां कृते एव येषां विधिः धातोः अनन्तरम् अस्ति, न तु प्रातिपदिकात् अनन्तरम्. अतः इडागमस्य विचारः तत्र एव भवति यत्र धातुरूपी अङ्गम् अस्ति, यत्र अङ्गं धातुरूपी अस्ति. धातुः प्रकृतिः अस्ति. अनन्तरम् अस्मिन् सप्तम अध्याये एव तत्र सार्वधातुक अर्धधातुकयोः अपि च पुगन्तलघुपदस्य च एतत् सूत्रद्वयं वयं जानीमः गुणकार्यम्. एतयोः सूत्रयोः तत्र गुणकार्यस्य विधिः दत्तम्. सो अत्रापि प्रत्ययनिमित्तीकृत्य अङ्गे परिवर्तनं भवति. इगन्तरूपी अङ्गम् अस्ति चेत् तस्य गुणः भवति, अपि च इगुपदरूपी अङ्गम् अस्ति तत्र अपि गुणः भवति. सो पुगन्त अङ्गम् अस्ति चेत् तत्र अपि तस्य इक् वर्णस्य, तत्र यः इक् वर्णः तस्य गुणः भवति. सो पुक् इति आगमः वयं जानीमः निचि परे भवति, अर्त्रि ह्री विलि रि कनुयि क्षमायि आतां पुग्नौ इति सूत्रेण तत्र एतेषां धातूनां, विशिष्टधातूनाम् अपि च ये आकारान्तदातवः सन्ति तेषां तत्र परे कोऽपि णिच् प्रत्ययः, णिच् प्रत्ययः अस्ति चेत् तदा तत्र तस्य अङ्गस्य पुक् आगमः भवति. सो एतदपि अङ्गस्य अधिकारे अस्ति. सो तादृश अङ्गस्य पुक् आगमः कदा भवति, यदा तत्र सः विशिष्ट एतत् विशिष्टधातुरूपी अङ्गम् अपि च तत्र आकारान्त अङ्गम् अस्ति. सो आकारान्त अङ्गस्य कृते निचि परे, निच् प्रत्ययपरे तत्र पुक् आगमः भवति. तस्य पुक् तादृश अङ्गस्य अपि तत्र गुणः भवति यदा तत्र कोऽपि सार्वधातुक् नो चेत् अर्धधातुक् प्रत्ययः परे अस्ति. सो एतत् सूत्रद्वयमपि सप्तम अध्याये तत्र स्तः, अत्रापि अङ्गस्य अधिकारः अस्ति. सो अङ्गे एव कार्यं भवति, प्रत्ययस्य कारणेन अङ्गे कार्यं भवति, अङ्गे परिवर्तनं भवति, तत् कार्यम् अस्ति गुणकार्यम्. अनन्तरम् अत्र एव वृद्धिप्रकरणमपि अस्ति. वयं जानीमः कुत्रचित् अजन्तरूपी अङ्गस्य णिच् अपि च अण्णित् प्रत्यये परे तत्र गुणं बाधित्वा तत्र वृद्धिः भवति. सो अचोनिनीति अपि च अत् उपदायाः इति सूत्रद्वयस्य विधानम् अपि अस्मिन् सप्तमध्याये एव तत्र सूत्रद्वयस्य विधिः अस्ति. सो वृद्धिप्रकरणं वयं जानीमः णिचिप्रयरे भवति, अनन्तरं तत्र कित् विषयः कित् प्रत्ययः कित् अस्ति चेत् तत्र किं करणीयं, तदितेषु तत्र किं करणीयं, तदित् प्रत्ययेषु अपि यदा तत्र तदित् प्रत्ययः अस्ति तत्रापि प्रातिपदिकस्य आदिवृद्धिः भवति. यः प्रथमस्वरः अस्ति तस्य वृद्धिः भवति. सो वृद्धिप्रकरणं न केवलं धातोः धातुरूपी अङ्गे भवति, परन्तु तत्र तदित् प्रत्ययनिमित्तीकृत्य अपि प्रातिपदिकस्य यस्य प्रातिपदिक इति संज्ञा तस्य आदिवृद्धिः भवति. सो वृद्धिः इति विषयः न केवलं धातोः अस्ति, परन्तु यद् यत्र प्रातिपदिकस्य कृते तदित् प्रत्ययः अस्ति सो तत्रापि सो अत्र यदा तत्र तदित् प्रत्यये ये यः आदिवृद्धिः भवति तस्य कृते न केवलं नित् अपि च नित् प्रत्ययः, परन्तु कित् प्रत्यये परे अपि तत्र यदा प्रातिपदिकरूपी अङ्गम् अस्ति तदा तत्र आदिवृद्धिः भवति. सो इति सर्वं तत्र अग्रे आयास्यति, परन्तु इति मुख्यरूपेण लिखितं. वृद्धिप्रकरणं न केवलं धातुविषये, अस्माभिः तु केवलं धातुविषये एव इदानीं पर्यन्तं दृष्टं, परन्तु तत्र प्रातिपदिकस्य अपि आदिवृद्धिः भवति यदा परे कोऽपि कित् णित् अपि च णित् प्रत्ययः अस्ति. धातुरूपी अङ्गे तु केवलं णितिनिति परे एव वृद्धिः भवति, परन्तु प्रातिपदिकस्य कृते यदा तत्र तदित् प्रत्ययः अस्ति तदा तत्र सः कित् नो चेत् नित् नो चेत् णित् अस्ति चेत् तत्र आदिस्वरस्य वृद्धिः भवति, प्रथमस्वरस्य वृद्धिः भवति. सो वृद्धिः वयं जानीमः, वृद्धिविषयः तु समानम् अस्ति. आ ऐ अपि च औ एते त्रयः वृद्धिसंज्ञकवर्णाः, तेषां विधिः तेषाम् आदेशः एव वृद्धि इति कार्ये भवति. अनन्तरम् अत्र लिखितं पञ्चमबिन्दु अभ्यासकार्यप्रकरणम्. अभ्यासकार्यप्रकरणम् इत्युक्ते यत्र द्वित्व अनन्तरं वयं जानीमः तत्र द्वित्वं यदा द्वित्वं भवति लिटि परे द्वित्वं भवति, अनन्तरं तत्र श्लौ इत्यनेन अपि द्वित्वं भवति, अपि च संयङ्गोः सन् प्रत्ययनिमित्तीकृत्य अपि द्वित्वं भवति, यङ् प्रत्ययस्य कारणेन अपि अङ्गे द्वित्वं भवति, अपि च तत्र यदा तत्र चङ् इति प्रत्ययः परे अस्ति कस्यचित् अङ्गस्य परे चङ् प्रत्ययः अस्ति चेत् तत्रापि द्वित्वं भवति. सो यदा वयं जानीमः यत्र यदा द्वित्वं भवति तदा तत्र अङ्गस्य कृते संज्ञाद्वयम्, एकम् अस्ति अभ्याससंज्ञा, द्वितीयम् अस्ति अभ्यस्तसंज्ञा. सो द्वित्वानन्तरम् एव एतत् संज्ञा तत्र अङ्गस्य कृते एकम् एडिशनल् संज्ञा अस्ति, अभ्याससंज्ञा अपि च अभ्यस्तसंज्ञा. सो यदा द्वित्वं भवति पूर्वभागस्य कृते तत्र अभ्याससंज्ञा अस्ति, द्वयोः मिलित्वा तत्र अभ्यस्तसंज्ञा अस्ति. सो अभ्यासे केचन परिवर्तन केचन तत्र कानिचन परिवर्तनानि तत्र भवन्ति, अभ्यस्तनिमित्तीकृत्य अपि केचन कार्याणि सन्ति. सो अत्र लिखितम् अभ्यासकार्यप्रकरणम्. सो अभ्यासभागे पूर्वभागे यदा तत्र दादा भवति, यः प्रथम दा इति भागः तस्य कृते अभ्याससंज्ञा अस्ति. सो अभ्यासप्रकरणम् अपि सप्तमाध्याये अस्ति तत्र स्तः. वयं जानीमः मया तत्र पूर्वस्मिन् कुत्रचित् पूर्वे तत्र केचन सूत्राणि दत्तानि, इत्युक्ते तत्र एकं सूत्रमस्ति ह्रस्वः, सूत्रसङ्ख्या अस्ति 7459. सो सप्तम अध्यायस्य चतुर्थपादस्य नवपञ्चाशत्तम सूत्रम् अस्ति ह्रस्वः. सो ह्रस्वः इति सूत्रेण किं भवति, अभ्यासे अभ्यास केवलं तत्रापि अभ्यासे अभ्यासे इति तत्र लघु अधिकारसूत्रम् अस्ति. सो अभ्यासभागे तत्र यदि कोऽपि दीर्घस्वरः अस्ति तस्य ह्रस्वः इति सूत्रेण ह्रस्व आदेशः भवति केवलम् अभ्यासभागे. सो वयं जानीमः तत्र ददा भवति. सो एतत् परिवर्तनं केन सूत्रेण जायते इत्युक्ते ह्रस्वः. सो 7459 इति सूत्रमस्ति ह्रस्वः. अत्र एकनिमिषः, अत्र तु करपत्रे न दत्तम्. सेवन् फोर् फिफ्टीन् स्क्रीन् दृश्यते वा? अत्र पश्यतु, अत्र 58 सूत्रे अत्र लोपः अभ्यासस्य. सो एतत् सूत्रमारभ्य तत्र अभ्यासस्य इति अनुवृत्तिः भवति. सो यः ह्रस्वः इति सूत्रमस्ति 7459, अत्र पूर्वसूत्रात् अभ्यास इति पदस्य अनुवृत्तिः. सो अभ्यासस्य ह्रस्वः वयं जानीमः, ह्रस्वः, दीर्घः, प्लुतः, एतत् संज्ञा कस्य कृते? एतदपि संज्ञासूत्रं ह्रस्वः. ह्रस्वं लघुः इति सूत्रमस्ति. सो यः तत्र तु लघुसंज्ञा अस्ति. सो यः ह्रस्वस्वरः, ह्रस्व इति प्रथमान्तम् अस्ति, सो आदेशः अस्ति. सो अभ्यासस्य कृते ह्रस्व आदेशः भवति. सो इत्युक्ते अभ्यासे ह्रस्व इति आदेशः कस्य भवितुं शक्नोति? स्वरस्य एव. किमर्थं चेत् स्वराणां कृते एव ह्रस्व, दीर्घ, प्लुत् इति संज्ञा अस्ति. सो ह्रस्व इति आदेशः भवति चेत् प्रायशः यदि प्लुत् स्वरः तु न दृश्यते, दीर्घस्वरः अस्ति चेत् तस्य ह्रस्व आदेशः भवति. अनन्तरं तत्र सूत्रमस्ति हलादिशेषः. एतत् अत्रापि अभ्यासस्य हल आदिः, यः आदिः, यः आदौ हल अस्ति सः एव शिष्यते, सः एव शेषः. अन्येषां हल् वर्णानां तत्र लोपः भवति. यदा तत्र पठ् इति धातुः अस्ति, यदा तत्र द्वित्वं भवति तत्र किं भवति? पठ् पठ् भवति. पठ् पठ् भवति चेत् तत्र पपठ् एव श्रूयते. सो यः अभ्यासभागे यः द्वितीय हल् वर्णः ठकारः, तस्य लोपः भवति. सो लोपः लोपः इत्यपि अस्ति. सो अत्र हलादिशेषः इत्युक्ते न आदिमहल् वर्णः एव शिष्यते. अन्येषां कुत्र? अभ्यासे. एतत् सर्वाणि कार्याणि अभ्यास इत्युक्ते अत्र लिखितम् अभ्यास, अत्र लिखितम् अभ्यासकार्यप्रकरणम्. सो तत्र केचन सूत्राणि सन्ति येषां विषयः केवलम् अभ्यासभागे एव भवति. सो हलादिशेषः इत्यनेन तत्र आदिं हल् वर्णः एव शिष्यते. अन्येषां हल् वर्णानां तत्र लोपः भवति. सो तत्र पपठ् इति भवति. सो ठकारस्य अनेन सूत्रेण लोपः भवति. किमर्थं चेत् सः ठकारः अभ्यासभागे, तत्र आदिं हल् वर्णः एव शिष्यते, अतः केवलं पकारः एव शेषः तत्र शिष्यते. अतः ठकारस्य अनेन सूत्रेण तत्र लोपः भवति. सो 7460 इत्र सूत्रं हलादिशेषः अत्र अपि अभ्यासस्य, न तु अभ्यस्तं. द्वितीयभागः अस्ति यः पूर्वभागः, तस्य कृते एव एतानि सूत्राणि. अनन्तरं हलादिशेषः इति सूत्रस्य कृते अपवादसूत्रमस्ति. सो तत्तु अस्माकं विषयः नास्ति. अनन्तरं तत्र कोहश्चु, सो कोहश्चु इत्यपि अभ्यासे भवति. कोहश्चु इति सूत्रं वदति अभ्यासे यदि तत् कोऽपि कु कवर् कु इत्युक्ते कख गङ कवर्गीयवर्णः अस्ति, नो चेत् हकारः अस्ति, तस्य चु आदेशः भवति. अत्रापि स्थाने अन्तरतमः इत्यनेन वयं जानीमः. एतत् सूत्रं पश्यामः, अत्र पश्यतु, कोः चु इति सूत्रम् अस्ति. विसर्गस्य सकारादेशः, अनन्तरं तस्य चुत्वं भूत्वा कोहश्चु इति सूत्रं भवति, अत्रापि अभ्यासस्य सो अभ्यास अङ्गरूपे अङ्गे यः अभ्यासभागः अत्रापि अङ्गस्य अधिकारः तु अस्ति. सो तत्र अभ्यासभागे कोऽपि कवर्गीयवर्णः अस्ति चेत् तस्य चु इति आदेशः भवति, तथैव हकारः अस्ति चेत् तस्यापि चु आदेशः भवति. सो वयं जानीमः यदा तत्र हुः धातुः अस्ति तत्र जुहो भवति, जु श्रूयते, किमर्थं चेत् अनेन सूत्रेण एव हकारस्य चु आदेशः भवति. अत्र उदाहरणानि सन्ति वा? आम्, अत्र पश्यतु, जुहोत्यादिगणस्य हा धातुः, सो जुहोत्यादिगणे हा धातुः अस्ति. सो तत्र वयं जानीमः जुहोत्यादिगणे लट् लोट् लङ् अपि च विधिलिङ् लकारे शप् यदा आयाति तस्य श्लू इत्यनेन ज्योत्यादिभ्यः शप् श्लू इत्यनेन शप् प्रत्ययस्य श्लू इत्यनेन लोपः भवति. सो एतेषु चतुर्षु लकारेषु तत्र प्रायशः द्वित्वमपि भवति, किमर्थं चेत् तत्र श्लौ इति प्रत्ययस्य श्लौ इति सूत्रस्य प्रसक्तिः भवति, अतः धातोः सर्वदा एतेषु चतुर्षु लकारेषु धातुद्वित्वं श्रूयते. सो हा योग लट् अस्ति, हा योग तिप् तिप् इति एकवचनस्य विवक्षायाम्, अनन्तरं हा योग कर्तरि शप् इत्यनेन शप्, अनन्तरं ज्योत्यादिभ्यः शप् श्लु इत्यनेन शप् प्रत्ययस्य श्लु इति भवति, श्लु इत्युक्ते लोपः भवति, परन्तु विशिष्टसंज्ञा इत्यनेन लोपः भवति, सामान्यलोपः नास्ति, श्लु इति लोपः अस्ति. सो श्लु इति लोपः अस्ति चेत् श्लौ इति सूत्रेण तत्र धातुः द्वित्वं भवति. एकाच धातुः अस्ति, अजादि नास्ति, हलादि अस्ति, अतः एकाच तत् प्रथमसूत्रेण तत्र धातुद्वित्वं भवति, हा हा भवति, अनन्तरं सि. अत्र अभ्यासभागे दीर्घस्वरः अस्ति, अतः ह्रस्वः इति सूत्रेण तत्र तस्य ह्रस्व आदेशः भवति, सो हः. अनन्तरं हकारः अभ्यासभागे यः हकारः कुहोश्चु इत्यनेन, अत्र हकारः अस्ति, कु तु नास्ति, परन्तु अभ्यासभागे हकारः अस्ति. सो न केवलं कवर्गीयवर्णानां तत्र चु आदेशः, हकारस्य अपि चु आदेशः अस्ति. सो अत्र हकारस्य महाप्राणवर्णः हकारः महाप्राण अस्ति, अतः स्थाने अन्तरतमः इत्यनेन तत्र महाप्राण उच्चारणस्थानं तु भिन्नभिन्नम् अस्ति. सो उच्चारणस्थान आधारीकृत्य तु वयम् अत्र आदेशः न कर्तुं शक्यते, परन्तु इदानीं तत्र भिन्नः अस्ति, यत्र उच्चारणस्थानाधारीकृत्य आदेशः न भवितुं शक्नोति तत्र तत्र अल्पप्राण महाप्राण इति द्रष्टव्यं. सो हकारः महाप्राण अस्ति, झकारः अपि महाप्राण अस्ति, अतः झकारः इति आदेशः भवति. अनन्तरं तत्र संवर्णात् घोष महाप्राण हकारः तादृशमेव चकारस्य झकारादेशः. अनन्तरं तत्र अभ्यासे चर्च इति एकम् अन्यत् सूत्रम् अस्ति. अभ्यासप्रकरणे ह्रस्वः हलादिशेषः अपि च अभ्यासे चर्च 54 सूत्रम् अस्ति एतत् अभ्यास अस्मिन् प्रकरणे एव 54 सूत्रम् अभ्यासे चर्च. सो अभ्यासभागे अभ्यासे इत्युक्ते अभ्यासे अभ्यासविषये तत्र झल्वर्णस्य चर् आदेशः भवति. अभ्यासे चर्च इति सूत्रं वदति अभ्यासे यदि कोऽपि झल्वर्णः अस्ति तस्य चर् आदेशः भवति. सो झ इति महाप्राणवर्णः तस्य चर् आदेशः, चर् इत्युक्ते वर्गीयप्रथमव्यञ्जनः, तत्र झ इति श्रूयते, अतः तत्र किं भवति, जहाति इति भवति. सो झकारस्य झ इति. सो एतानि सर्वाणि सूत्राणि कुत्र सन्ति, अभ्यासप्रकरणे. अभ्यासे यदा तदा द्वित्वं भवति, अभ्यासे कानिचन तत्र सूत्राणि प्रवर्तन्ते. अत्रैव अस्ति उरतः, अत्र पश्यतु एकनिमिषः, उरतः कुत्र अस्ति, 7466 65 66. आम्, उरतः एतदपि अभ्यासभागे भवति. उरतः इति सूत्रम् ऊः अत् सो ह्रस्व अकारस्य आदेशः भवति अत् इति तपरकर्णम् अस्ति सो ऊः इत्यनेन किम् अस्ति ऋकारान्त रूपी अङ्गम् अत्र ऊः इति षष्ठ्यन्तम् अस्ति सो अभ्यासे विद्यमानस्य रुवर्णस्य अकारादेशः भवति केवलम् अत्रापि अभ्यासे अभ्यासे अभ्यासे अतः अस्य एतत् प्रकरणस्य नाम एव अभ्यासप्रकरणम् अभ्यासे कानिचन परिवर्तनानि तत्र सम्भवन्ति अत्र पश्यतु क्रूयोग लिट् सो लिट् लकारे परे वयं जानीमः लिटि धातोरनभ्यासस्य इत्यनेन लिटि परे अपि धातोः द्वित्वं भवति सो क्रु क्रू भवति अनन्तरं तत्र अनेन सूत्रेण एव उरतः इति कर् भवति कोऽपि वदतु अत्र किमर्थम् अर् इति नातु अत्र तु लिखितं रुस्थाने अभ्यासे ऋकारस्य अत् इति आदेशः इत्युक्ते ह्रस्व अकारः इति आदेशः किमर्थम् अत्र अर् लिखितं कोऽपि पुरन्द्रपरः उरन्रपरः इति सूत्रं किं वदति उरन्रपरः अकार ह्रस्व अकारः अस्ति चेत् तत् दीर्घ भवति वृद्धिः भवति वृद्धिः भवति वृद्धिसंज्ञा प्राप्नोति अर् इति भवति न न उरनरपरः उरनरपरः इत्युक्ते ऊः ऊः अन् अण् अन् ऊः अन्रपरः रपरः ऊः अत्रापि अत्र यः ऊः अस्ति यः समानरीत्या ऊः षष्ठ्यन्तम् अस्ति सो ऋकारस्य सो ऊः अन् यत्र यत्र व्याकरणशास्त्रे यत्र कुत्रापि न केवलम् अत्र यत्र कुत्रापि व्याकरणशास्त्रे रुवर्णस्य स्थाने अन् आदेशः भवति तत्र सः अन् सदा रपरः अस्ति तस्य परे सदा रेफः अस्ति सो अकारः अन्वर्णः कुत्रचित् यदि ऋकारस्य स्थाने अन् भिन्न आदेशः भवति तत्र एतत् सूत्रस्य प्रसक्तिः नास्ति यत्र यत्र केवलं ऋकारस्य स्थाने अन् इति आदेशः अन् इत्युक्ते अन् प्रत्याहारे अ इ उण् सो अ इ उण् इत्युक्ते अ अकारः इकारः उकारः सो यत्र रुस्थाने ऐदर् अ आदेशः और् इ आदेशः और् उ आदेशः तत्र एव र परे आयाति अपि च स्थाने रु भवेत् इति उरनरपरः सो ऊः अन् रपरः यत्र ऊः स्थाने अनादेशः इत्युक्ते ऋकारस्य अनादेशः भवति न केवलम् अकारः न केवलं कुत्रचित् इकारः कुत्रचित् उकारः तत्र रेफः परे आयाति तस्य अन्वर्णस्य परे रेफः अपि आयाति इति सूत्रस्य अर्थः सो अत्र यद्यपि केवलं महर्षिः वदति ऊः स्थाने अत् आदेशः ह्रस्वाकारादेशः परन्तु ह्रस्वाकारः अन्वर्णः ह्रस्वाकारः अन्वर्णः कस्य स्थाने ऋकारस्य स्थाने अतः उरनरपरः इति सूत्रस्य प्रसक्तिः अस्ति रुस्थाने ह्रस्वाकारः आदेशः ह्रस्वाकारः अन्वर्णः अतः अत्र रेफः अपि परे आयाति सो कर् आयाति परन्तु वयं जानीमः अभ्यासे तु एकमेव हल्वर्णः शिष्यते रेफस्य अनन्तरं लोपः भवति हलादिशेषः इत्यनेन परन्तु प्रथमे आयाति उरनरपरः इति सूत्रस्य प्रसक्तिः भूत्वा तत्र रेफः आयाति परन्तु हलादिशेषः अभ्यासभागे यः ये हल्वर्णाः सन्ति एक अधिक हल्वर्णाः सन्ति चेत् आदिम हल्वर्णः एव शिष्यते अन्येषां हल्वर्णानां तत्र लोपः भवति अतः ककृ अनन्तरम् इदानीम् अभ्यासे अत्र दृश्यतु वयं जानीमः कोहश्चु इति सूत्रमपि अभ्यासे इति तत्र अस्ति अभ्यासे कवर्गः अस्ति चेत् अस्य चकार चु इति आदेशः भवति सो अत्र ककारः खर्वर्णः अतः च इति स्थाने अन्तर्तमः इत्यनेन च इति आदेशः भवति सो क यः अस्ति तस्य च इति आदेशः भवति. स्वरः तु आदौ एव ह्रस्व अस्ति, अतः ह्रस्वम् इति सूत्रस्य कोऽपि प्रसक्तिः नास्ति. स्वर आदौ एव ह्रस्व अस्ति, दीर्घ नास्ति, अतः चक्रु इति यः भवति. द्वित्वम् अनन्तरं चक्रु भवति, अनन्तरं ये यानि कार्याणि तत्र भवन्ति सो अन्ततो गत्वा चकारः इति भवति. क्रू धातुः प्रथमपुरुषे एकवचनस्य रूपमस्ति चकारः. सो किमर्थं च श्रूयते कोहश्चु इति सूत्रम्? अभ्यासे कोहश्चु इति सूत्रं न केवलं कु इति वर्णानां चु आदेशः, हकारस्य अपि चु आदेशः भवति. अनन्तरं तत्र अभ्यासे चर्च अपि सूत्रम् अभ्यासे अस्ति, अभ्यासे चर्च. सो एतानि सर्वाणि सूत्राणि तत्र अभ्यासप्रकरणे अभ्यास अत्र अभ्यासः विषये अभ्यासे अभ्यासे अभ्यासे. सो अभ्यास इति कदा भवति? अङ्गस्य अभ्यास इति संज्ञा कदा अस्ति? यत्र द्वित्वं भवति. यत्र द्वित्वं नास्ति तत्र एतेषां सूत्राणां प्रसक्तिः एव नास्ति इति अस्माकं मनसि तत्र स्पष्टता भवेत्. सो अभ्यास इति संज्ञा कदा अस्ति? यदा द्वित्वं भवति. द्वित्वं कदा भवति? लिटि परे भवति, संयङ्गोः भवति, श्लौ भवति, चङ्गि परे द्वित्वं भवति. सर्वदा द्वित्वं न भवति धातोः कृते. सो तादृशरीत्या सूत्राणाम् अध्ययनं कुर्मः चेत् तत्र किञ्चित् कार्यं सरलं भवति. एतानि सर्वाणि तत्र अभ्यासप्रकरणे 6, 8, 4, 58, 7, 4, 58 आरभ्य कुत्र अस्ति 58 एतत् अत्र लोपो अभ्यासस्य एतत् आरभ्य तत्र अभ्यासप्रकरणम् अस्ति. एतत् सर्वम् अभ्यासप्रकरणं. सो तत्र प्रकरण आधारेण सूत्राणाम् अध्ययनं कुर्मः चेत् अनुवृत्तिः अपि सरला भवति, अपि च तत्र सूत्रस्य सूत्रस्य सम्पूर्णतया तत्र अवगमनम् अपि सम्पूर्णतया भवति. अत्र सूत्रं ह्रस्वः इति सूत्रम् अलोन् पश्यामः, इण्डिविजुवलि सूत्रं पश्यामः चेत् किमपि न अवगम्यते. ह्रस्वः इत्युक्ते किम् इदानीं जानीमः. अभ्यासभागे यदि कोऽपि दीर्घस्वरः अस्ति चेत् तस्य ह्रस्व इति आदेशः भवति, केवलम् अभ्यासभागे. किमर्थं चेत् एतत् अभ्यासप्रकरणम् अस्ति. अभ्यासे यानि तत्र परिवर्तनानि सन्ति ते सर्वाणि अत्र क्रम्येण दत्तानि. उरतः इत्यपि अभ्यासे एव अस्ति. उरतः इति सूत्रं ऋकारान्तरूपी अभ्यास ऋकारः अभ्यासे अस्ति चेत् तस्य अतादेशः भवति इति उरतः इति सूत्रं. सो एतदपि किमर्थं चेत् तत्र ऋकारान्तरूपी क्रू धातुः अस्माकं बहुपरिचितं धातुः. सो तत्र चकारः कथं भवति? सो अनेन सूत्रेण वयं ज्ञातुं शक्यते. इति सर्वं तत्र कुत्र अस्ति? सप्तमध्याये. सो अङ्गे परिवर्तनानि यानि सन्ति प्रत्ययस्य कारणेन तानि सर्वाणि तत्र ते विषयाः अत्र सप्तमध्याये ते सन्ति. इदानीं तत्र अष्टमध्यायः अवगतं वा? कोऽपि प्रश्नः अस्ति वा? अस्तु, अनसूय भगिनी अग्रे पठति वा अष्टमध्यायः? अष्टमाध्यायः अष्टमाध्याये प्रथमपादे षोडशतः अष्टम अध्याये तृतीयपादे पञ्चपञ्चाशीति इति चित्रपर्यन्तं पदस्य अधिकारः अस्ति. पूर्वत्र सिद्धत्वाधिकारः हल हल हल् सन्धि विसर्गसन्धिः दत्वप्रकरणं फलं फलानि किन्तु पुष्पं पुष्पाणि मातुः अष्टाध्याये चित्रपाठपुस्तकस्य पृष्ठसङ्ख्या एकादशतः अष्टाविंशति प्रत्येकम् अभ्यासस्य पादस्य सारांशः इतोपि विस्तरेण उक्तः. एकनिमिषः भगिनि, इफ् यु हेव् द अष्टाध्यायी सूत्रपाठः यु केन् सी देट् एकादश पृष्ठसङ्ख्या एकादश आरभ्य तत्र अष्टविंशति पृष्ठसङ्ख्यायाः अस्ति पर्यन्तं तत्र मातुः मात्रा द्वारा तत्र प्रथम अध्याये तत्र केचन विशिष्ट यः विषयः अस्ति तत्र एकवारम् अन्वेषणं कृत्वा तत्र एकवारं पश्यतु तत्र किम् अस्ति. तद्यत् अधिकारः, स्त्री अधिकारः, अनन्तरं तत्र स्थूलरूपेण तत्र सूत्राणि दत्तानि, ये विशिष्टसूत्राणां तत्र विधिः अस्ति. इदानीं तत्र हलसन्धिविषये किञ्चित् वदामि, वक्तुमिच्छामि. वयं सर्वे हलसन्धिविषये तु जानीमः एव, परन्तु अत्र ये हलसन्धि कृते यानि सूत्राणि सन्ति, अपि च विसर्गसन्धिविषये तु अधिकसूत्राणि न सन्ति, परन्तु हलसन्धिविषये तत्र बहूनि सूत्राणि सन्ति. अत्र सर्वत्र अत्र पूर्वत्र सिद्धम् इत्यस्य अधिकारः अस्ति. पूर्वत्र सिद्धम् इति अस्माभिः पठितं, सो पूर्वसूत्रस्य कृते परसूत्रम् असिद्धम् अस्ति. सो यत्र हलसन्धिविषये यदा तत्र पूर्वसूत्रस्य अपि प्रसक्तिः परसूत्रस्य अपि प्रसक्तिः अस्ति, तत्र सर्वदा पूर्वसूत्रेण एव आदौ कार्यं करणीयम्. अनन्तरं तत्र शास्त्रचिन्तनं तु तदेव अस्ति. शास्त्ररीत्या तत्र हलसन्धिविषये चिन्तनं कुर्मः चेत् तत्र पूर्वे यत् सूत्रं पूर्वे अस्ति तस्य सूत्रेण एव पूर्वे कार्यं करणीयम्. अनन्तरं पुनः परसूत्रस्य प्रसक्तिः अस्ति चेदेव करणीयम्. सो अत्र सर्वत्र पूर्वत्र सिद्धम् इति अधिकारः वर्तते. अष्टाध्याये द्वितीयपादस्य प्रथमसूत्रमेव अस्ति पूर्वत्र सिद्धम्. सो पूर्वत्र सिद्धम् इत्यनेन तत्र पूर्वसूत्रस्य कृते परसूत्रम् असिद्धम् अस्ति. अत्र पश्यतु, स्क्रीन् दृश्यते वा? अत्र पश्यतु श्री, तत्र सूत्रसङ्ख्या न दत्तम् इत्युक्ते तत्र हलसन्धिविषये तत्र वयं जानीमः प्रथमसूत्रम् अस्ति जलां जशुवन्ति. जलां जशुवन्ति इत्यनेन जलवर्णानां तत्र जशादेशः भवति. अत्र कोऽपि निमित्तम् आवश्यकं नास्ति परे किम् अस्ति, केवलम् अस्ति अन्ते अस्ति चेत्. परन्तु अत्र पदस्य अधिकारः अस्ति. अत्र पश्यतु, पदस्य इति अधिकारः 8.1.16 इति एव आरभ्यते. कुत्र पर्यन्तम् अस्ति? 8.3.55 पर्यन्तम् अस्ति. सो जलां जशो अन्ते इति सूत्रम् जलां जशुवन्ति, अत्र पश्यतु 8.2.39. सो जलां जशुवन्ति इति सूत्रम् 8.2.39 अस्ति. इत्युक्ते अत्र पदस्य अधिकारः अस्ति. पदस्य इति अधिकारः अस्ति अत्र. स्वपदस्य तस्य यस्य वयं जश् आदेशः कुर्मः, यस्य शब्दसमूहस्य अन्ते जलवर्णः अस्ति, तस्य जलवर्णस्य स्थाने जश् आदेशः भवति इति सूत्रं वदति. परन्तु सः शब्दसमूहः तस्य कृते पदसंज्ञा अपि भवेत्. किमर्थं चेत् अत्र पदस्य इति अधिकारः अस्ति. कोऽपि धातुः प्रातिपदिकं धातुः अस्ति, तस्य अन्ते कोऽपि जलवर्णः अस्ति, तत्र वयं जश् आदेशः न कर्तुं शक्यते. किमर्थं चेत् अत्र साक्षात् महर्षिः वदति अत्र पदस्य अधिकारः अस्ति. सो तत् शब्दसमूहः तस्य कृते पदसंज्ञा भवेत्. सो पदसंज्ञा अस्ति चेदेव तत्र जलवर्णस्य यः अन्ते जलवर्णः तस्य जश् आदेशः भवति इति जलां जशोन्ति. सो अत्र हलसन्धिसूत्रे हलसन्धि तत्र बहूनि सूत्राणि सन्ति. प्रथम एतत् आरभ्य एव एतत् मुख्यतया प्रथमसूत्रमेव अस्ति. सो जलां जशो अन्ते इति सूत्रं प्रथमसूत्रं. सो जलां जशो अन्ते इति सूत्रस्य कृते अन्ये अपरे यानि सूत्राणि सन्ति ते सर्वाणि शास्त्रसिद्धानि. दे डोण्ट् एक्सिस्ट् सूत्राणि, तत्र तेषां सिद्धिः नास्ति, असिद्धानि सूत्राणि. अतः सर्वदा हलसन्धिविषये पूर्वसूत्रं किं, तेन सूत्रेण एव आदौ कार्यं करणीयं. सो जष्टसन्धि यः अस्ति, यदि तत्र जष्टसन्धिविषयः अस्ति चेत् आदौ तत्र जष्ट्वं करणीयम्. अनन्तरं तरं तत्र लत्वम् अस्ति, सत्वम् अस्ति, पूर्वसवर्णः अस्ति, नमुडागमसन्धि अस्ति, अनुस्वारसन्धि अस्ति. अनुस्वार इत्युक्ते अस्य कृते वयं पठितवन्तः. अनुस्वारसन्धिः केन सूत्रेण भवति? मोनुस्वारः. सो अत्र क्रमः वर्तते, इत्युक्ते जष्टुसन्धि अनन्तरं लत्वं करणीयं. लत्वप्रसक्तिः अस्ति चेत् लत्व करणीयं. लत्वस्य अनन्तरं सत्व करणीयं. सत्वस्य अनन्तरं पूर्वसवर्णः करणीयं. किमर्थं चेत् सूत्राणां क्रमः तादृशमस्ति. अनन्तरं नमुडागमसन्धि करणीयं. नमुडागमसन्धि कुर्मः चेत् अनन्तरम् अनुस्वार. अनुस्वारसन्धि इत्युक्ते परसवर्णसन्धि इत्युक्ते वयं जानीमः अनुस्वारस्य कृते परसवर्ण आदेशः भवति. सूत्रं किम् अस्ति? अनुस्वारस्य ययि परसवर्ण. सो प्रथमे तत्र अनुस्वारसन्धि भवति, अनन्तरं परसवर्णसन्धि भवति. सो अत्र क्रमः आवश्यकम्. इत्युक्ते कुत्रचित् वयं पश्यामः अत्र डैरेक्ट् नमुडागमसन्धि कुर्मः, तथा न भवति. यदि तत्र जष्टुसन्धिप्रसङ्गः अस्ति, आदौ जष्टं करणीयम्. सो शास्त्ररीत्या एव एतत् सर्वं भवति. इत्युक्ते लोके तु वयं डैरेक्ट् कुर्मः, अत्र नमुडागम कुर्मः. परन्तु यदा वयं पाणिनिव्याकरण आधारेण तत्र व्याकरणं पठामः चेत् तत्र वयं जानीमः एतानि सर्वाणि सूत्राणि हलसन्धिसूत्राणि अष्टमध्यायस्य द्वितीयपादस्य अनन्तरम् अत्र सर्वत्र पूर्वत्र सिद्धम् इत्यस्य अधिकारः. अतः यदि पूर्वसूत्रेण अपि कार्यमस्ति, परसूत्रेण अपि एकस्मिन् सोपाने अस्ति, सर्वदा तत्र पूर्वसूत्रेण कार्यं करणीयम्, अनन्तरं परसूत्रस्य विषये चिन्तनीयं. पुनः तत्र प्रसङ्गः अस्ति चेदेव करणीयम्. सो अत्र सर्वत्र पूर्वत्र सिद्धम् इति अस्ति. तथैव इत्युक्ते जष्टं फस्ट् 2, 3, 5, 6, 7 अनन्तरं परसवर्णसन्धि, श्चुत्वसन्धि अपि च श्चुत्वसन्धि अन्ते, सामान्यतया अन्ते भवति. अनन्तरं तुगागमसन्धि. तुगागमसन्धिविषये तस्य अनन्तरम् एव श्चुत्वं करणीयम्, अपि च अथवा श्चुत्वं. सो श्चुत्व अवसरः अस्ति चेत् श्चुत्व करणीयं, नो चेत् श्चुत्व करणीयम्. अनन्तरं तत्र श्चुत्व अनन्तरम् एव चर्त्वसन्धि भवति. इत्युक्ते जलवर्णस्य चरादेशः भवति, जश्वर्णस्य चषाद् इत्युक्ते यद्यपि अत्र जलां लिखितं, वयं जानीमः जलवर्णस्य कृते पदसंज्ञा अस्ति चेत् प्रथमे जश् आदेशः भवति, जश्वर्णस्य एव चत् चर इति आदेशः भवति, किमर्थं चेत् जष्टु सन्धिसूत्रम् आदौ अस्ति। सो यत्र चरत्वमपि सम्भवति, जष्त्वमपि सम्भवति, आदौ तत्र जष्त्वं करणीयम्, अनन्तरं चरत्वं चरसन्धि करणीयं, सत्त्वसन्धि अन्ते भवति। अत्र किमर्थम् एरो न दत्तम् इत्युक्ते एतेषां सर्वेषां सूत्राणां प्रसक्तिः केवलम् एतत् द्वयं विहाय एतत्र एकत्र न भवितुं शक्नोति, इत्युक्ते लत्वस्य अवसरः अपि अस्ति, सत्त्वस्य अवसरः अपि अस्ति इति न भवति, तादृशसम्भावना एव नास्ति। अतः जष्त्वम् अनन्तरम् औट् आफ् दीस् फोर् कोऽपि सम्भवति चेत् तत् करणीयम्, परन्तु परसवर्णसन्धिपूर्वे तु अनुस्वारसन्धि अवश्यकरणीयम्। अनुस्वारस्य पूर्वे एव वयं डैरेक्ट् परसवर्ण इति न कर्तुं शक्यते, किमर्थं चेत् अत्र तु तादृश एव स्थितिः अस्ति, अनुस्वारस्य स्थाने एव परसवर्ण आदेशः भवति। परन्तु अत्र यः स्टेप् थ्री अस्ति, अत्र यदि तुगागमस्य अवसरः अपि अस्ति, स्थित्वा अवसरः अपि अस्ति, आदौ तुगागमः करणीयम्, अनन्तरं श्युत्व नो चेत् श्युत्व करणीयम्। तथैव यदि श्युत्व अवसरः अपि अस्ति, चरत्व अवसरः अपि अस्ति, प्रथमे श्युत्व करणीयम्, अनन्तरं चरत्व करणीयम्। चरसन्धिसूत्रम् अन्ते अस्ति, तत्र चरसन्धिसूत्रस्य कृते सूत्रं किं खरी च इति प्रायशः, खरी च इति सूत्रेण एव चरत्वसन्धि भवति। खरी च सूत्रसङ्ख्या अत्र पश्यतु 8455। सो खरीच इति सूत्रेण एव जलवर्णस्य चरादेशः भवति, परन्तु वयं जानीमः जलवर्णस्य कृते प्रथमे जश् आदेशः करणीयः। सो हलसन्धि इस् देट् इस् वै हलसन्धि इस् स्लैट्लि डिफिकल्ट्। सो हलसन्धिसूत्राणि अपि पूर्वत्र सिद्धम् इत्यस्य सूत्रस्य अधिकारे सन्ति हलसन्धिसूत्राणि, अतः तत्र अस्माभिः स्पष्टतया तत्र चिन्तनं करणीयम्। अत्र तु सूत्रं न दत्तं, केवलम् उदाहरणानि सन्ति। भवान् भवन्तः एतम् इच्छन्ति चेत् ऐ विल् सेण्ड् देट्। अत्र तु सूत्राणि न सन्ति, दिस् वास् फार् सम् अदर् क्लास्, फार् देम् सूत्र दे डोण्ट् अण्डर्स्टाण्ड्। प्रेषयतु कृपया, प्रेषयतु। परन्तु अत्र सूत्रं नास्ति भगिनि, एकवारं सूत्रमपि अहं प्रेषयामि भगिनि। This was, I had created this for some other class and for them they did not know the sutrani. Vayam sutranam anveshanam kurmah. Astu bhagini, ham preshyami. Shatra kramen karniyam. Astu bhagini, idhanim atra pashyam ha karpatre ki masti. So khari cha iti sutrasya prasakti hi prayashaha ante bhavati. Api cha छत्व छत्वमिति यः अस्ति तस्य कृते किं सूत्रं छे च छत्वस्य कृते कोऽपि सूत्रं जानाति वा? छत्वसन्धि यः भवति तस्य कृते सूत्रं किम् अस्ति? नश्वान् प्रशांसः षोटी अस्ति अहम् 8463 We have not done that. We have not read the Halsandhi Sutrani, na? Yes. 8463. But we need to read ourselves also, Bhagni. Everything. Shash Chhoti. Shaha Chaha Ati. Sham. Chhatva Sandhi Vishaya Etat Sutra Masti. षोटि जयवर्णस्य वर्णात् परस्य षकारस्य अट्वर्णे परे विकल्पेन छकारादेशः भवति इति छत्वसन्धिः अस्ति। अस्तु, इदानीं त्यजामः। सो if you go to this website Bhagini, there some teachers they have taught the Halsandhi Sutrani, some have taught the Samas Prakarnam. So if you go to the Dhvani Mudranam section, then you can follow those classes, even if you are not attending those classes. But since recordings are there, so you can go to the that section, and if you are interested in knowing about the Hal Sandhi or Samas Prakarna, you can by yourself also go to those recordings and check what the teacher is teaching. Astu idanim. Where is Hal Sandhi, Mahoday? I have not checked directly Hal Sandhi, but Samas Prakarna is there. See, if we go to this. अत्र वर्गस्य ध्वनिमुद्रणानि सन्ति न सामूहिकचिन्तनं पाणिनिपाठः अत्र कुत्रचित् अत्र समासपाणिनिद्वारा दीस् आर् वेरि गुड् क्लासेस् इफ् यु वाण्ट् टु लिसन् टु द रेकार्डिङ्ग्स् दिस् नैन्थ् वन् समासः पाणिनिद्वारा इफ् यु क्लिक् आन् दिस् देन् गो टु द समास वर्ग डोण्ट् गो टु द चिन्तन वर्गः गो टु द समास वर्गः विद्याभगिन्याः तत्र सो फालो फ्रोम् द फस्ट् दिस् ओन्लि सो यु हेव् गाट् सो मेनि समास विषये अपि अत्र ध्वनिमुद्रणानि सन्ति सो यु केन् लिसन् टु दीस् एण्ड् नो अबौट् समास सिमिलर्लि हल् हल् सन्धि विषये अपि अहं चिन्तयामि तत्र सन्ति ध्वनिमुद्रणानि सन्ति करपत्रमपि अस्ति भगिनि इद अत्र अत्र पश्यतु समासपरिचयः अत्र करपत्रमस्ति अत्र रेकार्डिङ्ग् अस्ति करपत्रमपि अस्ति रेकार्डिङ्ग् अपि अस्ति सो यु हाव् बोथ् अत्र समासपरिचयः सो यु विल् गेट् आल् द इट् स्टार्ट्स् फ्रम् अव्ययीभाव समासः then it goes to other samasa. These are very good classes. If you want to listen to this, you can listen to them also. Yes, to Dhani. Where were we? So I will send this PPT if you feel it's important. There are some abhyasa also given. So अनन्तरं तत्र विसर्गसन्धि विसर्गसन्धि विषये तत्र तत्रापि पूर्वत्र सिद्धम् इत्यस्य अधिकारः अस्ति सो ससजोहोरुः प्रायशः ससजोहोरुः अनन्तरं तत्र खरवसान् विसर्जनीयः इत्यनेन तत्र रेफस्य विसर्गादेशः भवति अनन्तरं तत्र किमस्ति विसर्गस्य स्थाने सकारादेशः केन सूत्रेण भवति एकमेव सूत्रम् अस्ति विसर्जनीयस्य सः इति सूत्रमपि अष्टमध्याये अस्ति अत्रापि पूर्वत्र सिद्धम् इत्यस्य अधिकारः सो विसर्गस्य स्थाने सः सकारादेशः कदा भवति सो तत्र खरी इति अनुवृत्तिः अस्ति सो खर्वर्णे परे एव विसर्गस्य स्थाने षष्ठ्यन्तम् अस्ति चेत् तस्य सकारादेशः भवति तथा तु सूत्रम् खरवसान्नयोर् विसर्जनीयः तत्र तु विसर्गादेशः भवति अत्र विसर्गस्य सकारादेशः तत्र खर्वर्णे परे अवसानपरे रेफस्य विसर्जनीय आदेशः भवति अत्र स्थानि न दत्तं पूर्वसूत्रात् तत्र रु इति यः प्रथमे अतः तत्र प्रथमे रेफः आनेतव्यं ससजोः रुः इत्यनेन पदान्तस्य सकारस्य रुत्वं भवति ऋकारः सः ऋकारः तस्य अवसाने परे किमपि परे नास्ति नो चेत् खर्वर्णः परे अस्ति चेत् रेफस्य विसर्गादेशः भवति परन्तु अत्र तु विसर्गस्य विसर्गस्य स सकारादेशः भवति, भिन्नसूत्रम् अस्ति विसर्जनीयस्य सह। सो यदा तत्र तत्तु रेफस्य विसर्गादेशः अपि च विसर्गस्य स्थाने कुत्रचित् सत्त्वमपि भवति, सकारः आदेशः भवति। सो इति तत्र हलसन्धिसूत्राणि। सो एतानि सूत्राणि अपि पूर्वत्र सिद्धम् इत्यस्य अधिकारे सन्ति, अतः तत्रापि पूर्वे किं सूत्रं, परं किं सूत्रं, केन सूत्रेण कार्यं करणीयम् इति तत्र सर्वदा तत्र अस्माभिः तत्र द्रष्टव्यम्। किमर्थं चेत् अत्र पूर्वत्र सिद्धम् इत्यस्य सूत्रस्य अधिकारः अस्ति। अनन्तरं नत्वप्रकरणं, नत्वप्रकरणमपि रसाभ्यां नूनः 84 आरभ्य 841 सूत्रमस्ति, अहं चिन्तयामि 8.4.1 सूत्रमस्ति रसाभ्यां नूनः। आम्, सो अत्र अन्तिमे पादे नत्वप्रकरणम्। सो अत्र अनन्तरम् अट् कुप्वाङ्ग् सेकेण्ड् सूत्रमस्ति अट् कुप्वाङ्ग्। सो अत्र अनन्तरम् अत्र अन्ते अस्ति पादान्तस्य, अत्र तु न दत्तम्। सो पदान्तस्य नः न मूर्धन्य आदेशः न भवति। 84 इति पश्यामः चेत् अत्र 84 नूनः अनन्तरम् अट् कुप्वाङ्ग्, अनन्तरं तत्र वयं पठितवन्तः केचन प्रातिपदिकान्त नुं विभक्तिषु च इति सूत्रमपि पठितम्। अनन्तरम् उपसर्गाद् असमासे अपि नोपदेशस्य, अत्र केवलं ये नोपदेशदातवः तेषां विषयः। सो नोपदेशस्य, ये नोपदेशदातवः तेषाम् उपसर्गात्, तेषां पूर्वे उपसर्ग अस्ति चेत् उपसर्गे नत्वस्य निमित्तम् अस्ति, रेफः नो चेत् शकारः अस्ति चेत् तस्य समासे असमासे अपि नत्वं भवति। सो पुनः तत्र मूर्धन्य आदेशः भवति। अनन्तरं तत्र अन्तिमं सूत्रम् अस्ति पदान्तस्य 8439। सो नत्वप्रकरणम् 841 आरभ्य 8439 पर्यन्तं। सो अन्तिमं सूत्रम् अस्ति पदान्तस्य, अत्र लिखितं वा नत्वप्रकरणं न, अत्र न दत्तं। सो यदि वयं पुस्तकं पश्यामः चेत् 22 फलसन्धि, अत्र न दत्तं, नत्वं न दत्तं, चत्वं छत्वं यमाचरोत्सु अत्र न दत्तम्। सो 841 आरभ्य 8439 पर्यन्तं नत्वप्रकरणम् अस्ति, अत्रापि पूर्वतः सिद्धमितस्य अधिकारः अस्ति। सो एतानि सर्वाणि न, अत्र केवलं नत्वम् इति कार्यमस्ति, कदा करणीयं कदा न करणीयं, नत्वं कुर्मः चेत् किं भवति इति सर्वम् अत्र अस्ति इति तत्र नत्वप्रकरणम्। सो एतदपि अष्टमाध्याये अस्ति। इदानीं तत्र अस्मिन् करपत्रे केचन अधिकारसूत्राणि, इत्युक्ते तत्र अधिकारसूत्राणां ज्ञानम् आवश्यकं। यदा वयं जानीमः अत्र अङ्गस्य अधिकारः अस्ति, अतः वयं जानीमः अङ्गे एव कार्यं भवति, अङ्गे किञ्चित् परिवर्तनं भवति, तथैव सो ग्रन्थे केचन तत्र अधिकारसूत्राणि, बृहद् अधिकारसूत्राणि सन्ति, तेषाम् अत्र किञ्चित् उल्लेखः अस्ति, एकवारं पठामः, एतस्य समापनं कुर्मः। अधिकारसूत्राणि, अस्तु, कः आरम्भं करोति? मञ्जरी भगिनी पठति वा भगिनी अधिकारसूत्राणि सी बिन्दुतः? पठतु। केषाञ्चित् मुख्य अधिकारसूत्राणां कार्यक्षेत्रं जानीमश्चेत् मम कृते नास्ति भगिनि, अहं म्यूट् करोमि मे बि बिकास्। पठामि वा? पठतु भगिनी, अहं म्यूट् करोमि, पठतु। मम कृते अपि एको अस्ति. हा, केषाञ्चित् मुख्य अधिकारसूत्राणां कार्यक्षेत्रं जानीमश्चेत् सर्वाष्टाध्यायी आकृतिः सौकर्येण मनसि तिष्ठति. अधिकारसूत्रम् इत्युक्तौ तादृशं सूत्रं यस्य पूर्णरूपेण अनुवृत्तिः भवति बहुषु सूत्रेषु. अधः कानिचन प्रमुखाधिकारसूत्राणि दत्तानि, तेषां कार्यक्षेत्रम् अपि सूचितं, नाम कस्मात् सूत्रात् आरभ्य किं सूत्रपर्यन्तं तस्य प्रभावः. प्रथमसूत्रमस्ति प्रत्ययः 3.1.1, अधिकारः अस्ति 3.1.1 तः 5.4.160 पर्यन्तं. तृतीयः, चतुर्थः, पञ्चमः इत्येषु त्रिषु अध्यायेषु यत्र यत्र कस्यचित् विधानं भवति तत्र तत्र प्रत्ययः आगत्य वदति यत् यस्य विधानं सञ्जातं तस्य प्रत्ययसंज्ञा भवति. एषु त्रिषु अध्यायेषु विधिसूत्रं यत्र यत्र भवति तत्र सर्वत्र अस्य सूत्रस्य अधिकारः. 3.1.1 तः 5.4.160 पर्यन्तम् इत्येषु यत्र यत्र विधानमस्ति तत्र तत्र प्रत्येकं सूत्रस्य अर्थे एवम् अन्वयः यत् यत् विहितं तस्य प्रत्ययसंज्ञा भवति. यथा वर्तमाने लट् 3.2.123 अस्मिन् सूत्रे प्रत्ययः इति सूत्रम् उपविश्य वदति यत् लट् विहितः अस्ति अतः तस्य प्रत्ययः संज्ञा भवति. पठामि वा अग्रे? परश्च न भगिनी, अत्र प्रत्ययः विषये वदतु. प्रत्ययः विषये वदतु. अत्र प्रत्ययः सूत्रं तृतीये अध्याये प्रथमपादे प्रथमसूत्रमस्ति. तस्य अधिकारः तृतीय अध्यायः तः प्रथम पञ्चम अध्यायस्य चतुर्थपादस्य षष्टि अधिकशतं सूत्रपर्यन्तं तस्य अधिकारः अस्ति. नाम एषु त्रिषु अध्यायेषु यत्र यत्र विधिसूत्रं भवति तत्र प्रत्ययः इति सूत्रस्य प्रभावः अस्ति. तस्य प्रत्ययः इति सूत्रस्य कार्यक्षेत्रं तृतीये, चतुर्थे तथा पञ्चमे अध्याये 5.4.160 पर्यन्तम् अस्ति. इत्युक्ते एतस्य एतद् बृहद् अधिकार, त्रिषु अध्यायेषु, सम्पूर्णत्रिषु अध्यायेषु एतस्य प्रत्ययः इति सूत्रस्य अधिकारः अस्ति. सो एतेषु त्रिषु अध्यायेषु यत्र यत्र विधिसूत्रमस्ति, विधिसूत्रमस्ति इत्युक्ते यत्र यत्र प्रत्ययविधिः अस्ति, इत्युक्ते यथा तत्र वर्तमाने लट् इति विधिसूत्रम्. अनेन सूत्रेण वर्तमानकालस्य विवक्षायां धातोः लट् विधीयते. सो लट् इति यः अस्ति इदानीम्, अनेन लट् इति किम् अस्ति, कथं जानीमः? सो अत्र विधिसूत्रम् अस्ति, अत्र प्रत्ययः इति पदस्य अनुवृत्तिः अवश्यकरणीयम्. अधिकारसूत्रस्य प्रयोजनं किम् अस्ति व्याकरणशास्त्रे? अधिकारसूत्रस्य किं प्रयोजनं भगिनि? किमर्थम् अधिकारसूत्रं तत्र महर्षिणा दत्तं? तस्य किं प्रयोजनम्? अधिकारसूत्रे कोऽपि कार्यं नास्ति, कोऽपि संज्ञा नास्ति, कोऽपि नियममपि नास्ति. सो अधिकारसूत्रस्य किं प्रयोजनं व्याकरणशास्त्रे इति प्रश्ने सति चेत्, अधिकारसूत्रे यत् पदं दत्तं, यतः अत्र प्रत्ययः इति यः पदं दत्तं, तस्य आवश्यकता अग्रिमेषु बहुषु सूत्रेषु वर्तते. अतः महर्षिणा लाघवार्थं किं कृतम्? एकेन सूत्रेण एव तत् पदं, तत् विशिष्टपदं दत्तं. किमर्थं चेत् एतस्य पदस्य, एतत् शब्दस्य तत्र आवश्यकता अग्रिमेषु बहुषु सूत्रेषु वर्तते. महर्षिणा किं कृतं, लाघवार्थम् एकेन सूत्रेण एव प्रत्ययः इति आदौ एव दत्तं. सो अस्माभिः एतत् पदं तत्र तत्र स्वीकरणीयम्. किमर्थं स्वीकरणीयम्? अन्वयार्थम्, इत्युक्ते तत्र सम्पूर्णसूत्रस्य कः अर्थः इति वयं तदा एव अवगम्यते यदा वयम् एतत् पदं तत्र स्वीकुर्मः. अन्यथा तत्र सूत्रं भवेत् वर्तमाने लट् प्रत्ययः, नवुल् तृचो प्रत्ययः. सो यत्र यत्र विधिसूत्रम् अस्ति तत्र तत्र प्रत्ययः प्रत्ययः प्रत्ययः इति पदमपि तत्र आवश्यकम्. अतः महर्षिणा आदौ एव तत् पदं विशिष्टपदं दत्तं. सो अधिकारसूत्रस्य प्रयोजनं व्याकरणशास्त्रे किम् अस्ति? एतत् विशिष्टपदम्. अस्य पदस्य आवश्यकता अग्रिमेषु बहुषु सूत्रेषु वर्तते. अतः लाघवार्थमहर्षिणा तत्र एकेन सूत्रेण एव तत् पदं दत्तम्. अनन्तरम् अस्माभिः किं करणीयम्? अस्माभिः तत्र अनुवृत्तिरूपेण तत्र स्वीकरणीयम्. सो अधिकारसूत्रस्य अनुवृत्तिः सर्वत्र विधिसूत्रेषु सर्वत्र भवति, यत्र यत्र विधिसूत्रमस्ति. अपि च संज्ञासूत्रे अपि च कुत्रचित् निषेधकसूत्रे आवश्यकता अस्ति चेत् तत्र अपि भवति, परन्तु विधिसूत्रे तु अवश्यं भवति एतत् पदस्य अनुवृत्तिः. सो वर्तमाने लट् इति सूत्रं यः वदा पश्यामः, धातोः वर्तमाने लट् प्रत्ययः परश्च इति तत्र सम्पूर्णसूत्रं भवति. सो यत्र यत्र प्रत्ययः अधिकारः तत्र तत्र परश्च इति अधिकारः अपि अस्ति. साक्षात् अनन्तरम् एव परश्च इति सूत्रम्. इदानीं तत्र प्रत्ययः, सो यत्र यत्र विधिसूत्रम् अस्ति सो अधिकारसूत्रस्य आवश्यकता, तस्य विशिष्टपदस्य आवश्यकता अग्रिमेषु बहुषु सूत्रेषु वर्तते. अतः लाघवार्थमहर्षिणा सह आदौ एव स्थापितम्, अस्माभिः सह तत्र स्वीकरणीयम्, अनुवृत्तिरूपेण स्वीकरणीयं तत् पदम्. पूर्वसूत्रात् इति तत्र अनुवृत्तिः भवति, अतः अनुवृत्तिः स्वीकरणीयम्. परन्तु अत्र वदति अनेन सूत्रेण, न केवलम् अनेन सूत्रेण किं भवति, लट् इति प्रत्ययः अस्ति. प्रत्ययस्य कृते व्याकरणशास्त्रे अष्टाध्यायीग्रन्थे कोऽपि संज्ञा नास्ति, यथा धातोः किं, प्रातिपदिकं किम्, उपधा किम्, अर्धधातुः किं, तथैव तत्र प्रत्ययः इति शब्दस्य अर्थः कः इति न दत्तम्. परन्तु अनेन सूत्रेण एव प्रकृति अनन्तरं यस्य यस्य नूतनशब्दस्य विधिः, यथा लट्, यथा नवुल्, यथा तृच्, यथा शप्, यथा श्यन्. सो शप्, श्यन्, शश्नं, लट्, लोट्, नवुल्, तृच्, तिप्, तस्, झी, एते सर्वे शब्दसमूहः, न तु धातु, न प्रातिपदिकम्. अनेन सूत्रेण एव प्रत्ययः इति सूत्रेण एव एते सर्वे प्रत्ययाः इति तेषाम् इति अत्र लिखितम्. तस्य प्रत्ययसंज्ञा भवति. सो यः नूतन शब्दसमूहस्य विधिसूत्रे विधानम् अस्ति, विधिः अस्ति, सः इदानीम् अनेन सूत्रेण एव तस्य प्रत्यय इति संज्ञा भवति. अनेन सूत्रेण न केवलम् अधिकारसूत्रम् अस्ति, अनेन सूत्रेण नूतनशब्दसमूहस्य एतेषु त्रिषु अध्यायेषु, न केवलं तृतीयाध्याये, चतुर्थाध्याये, पञ्चमे अध्याये, यत्र सुप् इति अस्ति, सु औजस्, अम् ओट्षस्, ते अपि शब्दसमूहः, तेषां कृते अपि प्रत्यय इति संज्ञा. सो सु अपि प्रत्यय, औ अपि प्रत्ययः, जस् अपि प्रत्ययः, तथैव तत्र ये तदित् प्रत्ययः, टाप्, जाप्, टाप्, चाप्, ढाप् अपि प्रत्ययाः. सो अनेन सूत्रेण एव नूतन एतेषु त्रिषु अध्यायेषु, केवलम् एतेषु त्रिषु अध्यायेषु ये नूतन शब्दानां विधिः अस्ति, यानि सन्ति, तेषां कृते प्रत्यय इति संज्ञा भवति इति सूत्रं, सूत्रस्य अर्थः. सो न केवलम् एतत् अधिकारसूत्रम्, अनेन सूत्रेण एव लट् लकारस्य कृते प्रत्यय इति संज्ञा, लोट् लकारस्य कृते प्रत्यय इति संज्ञा. सु औजस् इत्यस्य कृते प्रत्यय इति संज्ञा भवति, कोऽपि भिन्नसूत्रं नास्ति, प्रत्यय इति सूत्रेण एव तस्य कृते प्रत्यय इति संज्ञा भवति. एतेषु त्रिषु अध्यायेषु येषां येषां नूतनशब्दानां शब्दसमूहानां विधिः तत्र धातोः पूर्वे भवेत् वा प्रातिपदिकं पूर्वे भवेत्, परन्तु यस्य तस्मात् अनन्तरं प्रकृति अनन्तरं यस्य विधिः तस्य प्रत्यय इति संज्ञा भवति अनेन सूत्रेण एव, कोऽपि भिन्नसूत्रं नास्ति. अवगतं वा सर्वैः? अवगतं वा? अवगतं. सो यदि कोऽपि वदति प्रत्ययसंज्ञा केन सूत्रेण भवति, कोऽपि भिन्नसूत्रं नास्ति. 3.1.1 यत् सूत्रमस्ति प्रत्ययः, तेन सूत्रेण एव प्रत्ययसंज्ञा भवति. कस्य कृते प्रत्ययसंज्ञा, कस्य व्याकरणशास्त्रे कस्य कृते प्रत्ययसंज्ञा? एतेषु त्रिषु अध्यायेषु त्रिषु अध्यायेषु यत्किमपि नूतनशब्दस्य विधिः अस्ति तस्य कृते प्रत्यय इति संज्ञा. सो एतेषां त्रयाणाम् अध्यायानां कृते एकम् अन्यत् नाम अस्ति प्रत्याध्यायः. प्रत्याध्यायः इत्युक्ते एतेषु त्रिषु अध्यायेषु एव सर्वे प्रत्ययानां ये ये प्रत्ययाः तत्र व्याकरणे सन्ति तेषां विधिः एतेषु त्रिषु अध्यायेषु एव भवन्ति. इदानीं तत्र परश्च चेतना भगिनी पठति वा? किं किं भगिनि? अहं पठामि वा इति मया उक्तं. चेतना भगिनी कृपया पठतु. अस्ति वा भगिनि चेतना भगिनी? तृतीय अध्याये प्रथमपादे द्वितीयसूत्रम् अधिकारः. तृतीय अध्याये प्रथमपादे प्रथमसूत्रं तः पञ्चमध्याये चतुर्थपादे एकशतं पर्यन्तम् एषु एव त्रिषु अध्यायेषु यत्र यत्र प्रत्ययः इत्यनेन प्रत्ययसंज्ञा भवति तत्र तत्र परश्च इति सूत्रम् अपि उपविश्य वदति यत् अयं प्रत्ययः प्रकृतेः अनन्तरम् आयाति. यथा वर्तमाने लट्, वर्तमानार्थे धातुतः लट् भवति. अग्रिम अधिकारसूत्रं धातोः, अपि च लटः प्रत्ययसंज्ञा भवति प्रत्ययः इत्यनेन, धातोः परे एव आयाति परश्च इत्यनेन. अनुवृत्तिसहितसूत्रं धातोः वर्तमाने लट् प्रत्ययपरश्च. यदि लटः प्रत्ययसंज्ञा न भविष्यति तर्हि परश्च न आगमिष्यत्. तस्यां दशायां लट् तु आद्यन्तौ तखितौ इत्यनेन धातोः प्राक् अभविष्यत्. भूयोगलट् इति न, अपि तु लट्योगभू अभविष्यत्. सो यत्र यत्र प्रत्ययः इति सूत्रं संज्ञा भवति तत्र परश्च अपि आयाति. सो परश्च वदति प्रत्ययः कुत्र आयाति इति. सम्पूर्णसूत्रमस्ति धातोः वर्तमाने लट् इति सूत्रमस्ति. तत्र धातोः प्रत्ययः अत्र वर्तमाने लट् इति सूत्रे न केवलं प्रत्ययः परश्च इति अपि अधिकारः, वयं जानीमः अत्र धातोः इति अधिकारः अपि अस्ति. धातोः अधिकारः अपि अस्ति, प्रत्ययः इति अधिकारः अपि अस्ति, परश्च इति अधिकारः अपि अस्ति. इत्युक्ते अधिकारः अस्ति चेत् अधिकारः अस्ति इत्युक्ते अत्र एतेषां त्रयाणां पदानाम् अपि तत्र अनुवृत्तिः अस्माभिः स्वीकरणीयम्. अपि च अतः सम्पूर्णसूत्रमस्ति धातोः वर्तमाने लट् प्रत्ययः परश्च इति. अतः धातोः प्रत्ययः धातोः अनन्तरम् एव आयाति, न तु तस्य पूर्वम्. इत्युक्ते अत्र वदति यदि लट् इति शब्दसमूहस्य कृते प्रत्यय इति संज्ञा नास्ति. सपोज् यदि अभविष्यत् लट् इति यः शब्दसमूहः इदानीं वदति धातोः पञ्चम्यन्तं वर्तमाने इति सप्तम्यन्तं, लट् इति कोऽपि नूतनशब्दसमूहः, प्रत्यय इति संज्ञा नास्ति, न तु परश्च. सो यत्र यत्र प्रत्ययः अस्ति तत्र एव परश्च इति अधिकारः. सो यत्र यत्र प्रत्ययः अस्ति तत्र एव परश्च. सो इदानीं यदि प्रत्यय इति संज्ञा एव नास्ति तो परश्च अपि नास्ति. सो सूत्रं किं भवति, धातोः वर्तमाने लट्. सो धातोः इति पञ्चमी अस्ति इत्युक्ते तस्य कः अर्थः, कथं वदामः अन्वयरूपेण, धातोः अनन्तरं पञ्चमी इत्युक्ते अनन्तरं, तस्य परे. धातोः अनन्तरं वर्तमाने इति सप्तमी अस्ति, परन्तु अत्र निमित्तसप्तमी नास्ति. सप्तमी केवलं निमित्तं न भवति, विषयसप्तमी अपि अस्ति. अधिकारः इत्युक्ते तत्र तस्य तस्मिन् विषये. सो धातोः अनन्तरं वर्तमानकालस्य विषये और् वर्तमानकालस्य विवक्षायां सप्तमी किं लट् तावदेव अस्ति. लट् इति कोऽपि नू लट् इति किं वदामः एतावत् वयं किं जानीमः, लट् इत्युक्ते तत् कोऽपि तत्र आगमः भवति. सो आगमः टित् अस्ति चेत् किं करणीयं भगिनि, अन्तिमस्वरस्य अनन्तरम् आगमः तत्र स्वरविषयः न आति, टित् कित् विषये स्वरविषयः नास्ति. आद्यन्तौ टकितौ इत्यनेन किम्, आदिः अन्तिः अन्ति इति तत्र द्विवचनात् पदं भवति आद्यन्तौ, आदौ भवति. तत्र स्वरः अस्ति वा व्यञ्जन अस्ति इति किमपि विषयः नास्ति. टित् आगमः आदौ भवति, कित् आगमः अन्ते भवति, तावदेव लिखितम्. सो अत्र लट् इत्यनेन तु टित् श्रूयते, टकारस्य इत् अस्ति. सो लट् टित् अस्ति. यदि वयं प्रत्ययः परश्च इति न स्वीकुर्मः तदा किं भवति, टित् कारणेन एतत् कुत्र आयाति, धातोः पूर्वे आयाति. सो लट् प्लस् बू अभविष्यत् यदि वयं प्रत्ययः परश्च इति एतयोः अधिकारः न स्वीकुर्मः. सो तदा तत्र प्राब्लम् भवति, क्लेशः भवति, लट् योगभू भवति, धातोः पूर्वे टित् कारणेन पूर्वे स्थापनीयम्. अतः तथा मा भवेत्, तत्र तु वयं रूपं साधयितुं न शक्नुमः. तथा मा भवेत्, तस्य कृते एव प्रत्ययः परश्च इति अस्ति. प्रत्ययः इत्यनेन तु अस्तु इदानीं जानीमः, सपोज् परश्च इति नास्ति, केवलं प्रत्ययः अस्ति. लट् इति तस्य कृते प्रत्यय इति संज्ञा, लट् इति कोऽपि प्रत्ययसंज्ञा. परन्तु इदानीमपि तत्र क्लेशः अस्ति, प्रत्ययानां कृते किमपि नास्ति तत्र परिभाषासूत्रेषु. प्रत्ययः कुत्र स्थापनीयं, प्रत्ययः टित् वा कित् वा मित् वा इति किमपि नास्ति. टित् कित् मित् यः आद्यन्तौ टकितौ अपि च मिदचो अन्त्यात् परः, एतत् सूत्र परिभाषासूत्रद्वयं कस्य कृते, आगमस्य कृते, न तु प्रत्ययस्य कृते, न तु आदेशस्य विषये. आदेशस्य विषये तु स्पष्टमस्ति, किं स्थानिवर्णः दत्तं, कस्य स्थाने करणीयं. सो तत्र प्रश्नः एव नास्ति कुत्र स्थापनीयम्, आदेशः कुत्र करणीयं, तस्य विषये अपि सूत्राणि, अनेकाल्षित् सर्वस्य, अलो अनन्त्यस्य, देर् इस् निच्च. सो एतानि सर्वाणि सूत्राणि आदेशस्य विषये, आदेशः कुत्र करणीयं, सम्पूर्ण स्थाने स्थाने करणीयं वा अन्तिमवर्णस्य स्थाने एव करणीयम्, अलो अनन्तस्य अन्तिम अलवर्णस्य स्थाने. परन्तु प्रत्ययस्य विषये तु किमपि परिभाषासूत्रं नास्ति व्याकरणशास्त्रे. सो कथं जानीमः तत्र कुत्र स्थापनीयम् इति तत्र वदति. अत्र किं लिखितं, परश्च इति सूत्रस्य का आवश्यकता, कोऽपि आवश्यकता अस्ति वा. सो इति तत्र तस्य विषये एव एतत् परिच्छेदं दत्तम्. अत्र वदति परश्च इति सूत्रेण एव स्पष्टता भवति, यः यः यः प्रियसि यस्य कृते, यस्य शब्दसमूहस्य कृते प्रत्यय इति संज्ञा, सः परे स्थापनीयं, कुत्रचित् आदौ मध्ये इति न स्थापनीयं, तस्मात् परे स्थापनीयं. धातोः विधिः अस्ति चेत् धातोः परे स्थापनीयं, प्रातिपदिकात् प्रत्ययस्य विधिः अस्ति चेत् तस्य कृते अपि प्रत्यय इति संज्ञा अस्ति चेत् तस्मात् अनन्तरं स्थापनीयं परश्च इति. तत्र परश्च सूत्रस्य आवश्यकता, किमर्थं परश्च इति सूत्रस्य आवश्यकता, नास्ति चेत् किं भवति, नास्ति चेत् तत्र किञ्चित् भ्रमः भवति. सो कुत्र स्थापनीयं, सो अनेन तत्र स्पष्टीकरणार्थम् एव महर्षिणा परश्च इति सूत्रं दत्तं. कोऽपि मनसि क्लेशः मा भवेत्, कोऽपि भ्रमः मा भवेत्, कोऽपि परिभाषासूत्रं नास्ति. सो अत्र तित्वस्य कोऽपि प्रयोजनं, तादृशप्रयोजनं नास्ति, भिन्नप्रयोजनम् अस्ति, परन्तु प्रत्ययः कुत्र स्थापनीयम् इति तादृशप्रयोजनं नास्ति. सो धातोः अनन्तरं वर्तमानकालस्य विवक्षायां लट् इति प्रत्ययः, सो इदानीं लट् अपि प्रत्ययः, लोट् अपि प्रत्ययः, किमर्थं चेत् यत्र यत्र विधिः अस्ति तत्र प्रत्ययः परश्च इति आयाति. परन्तु सः प्रत्ययः कुत्र तत्र स्थापनीयं, परे स्थापनीयं, धातोः अनन्तरम् एव स्थापनीयम् इति तत्र परश्च इति सूत्रस्य अधिकारः. अनेन सूत्रेण एव तत्र ब्रह्मः जायते. यदा तत्र पूर्वस्मिन् कुत्रचित् करपत्रे पठितं न, तत्र लस्य स्थाने यदा तिप्तस्जि आयाति, केचन वैयाकरणः कौमुदीकारः वदति तत्र साक्षात् धातोः परे भवेत्, किमर्थं चेत् अत्र परश्च इति अधिकारः अस्ति. परन्तु मातुः चिन्तनं किं, मातुः वदति अत्र एते सर्वे तिप्तस्जि सिप्तस्थ तु ते तु लकारस्य स्थाने आयान्ति, तत्र परश्च इति अधिकारस्य आवश्यकता नास्ति. किमर्थं चेत् तत्र स्थानीवर्णः साक्षात् दत्तं, तत्र स्थानीविषये तु परश्च टित् कित् मित् इति आवश्यकं नास्ति. लस्य इति षष्ठ्यन्तम् अस्ति, अतः लकारः अपगच्छति. यत्र लकारः अस्ति तत्र एव तिप्, तत्र एव तस्, तत्र एव जि. लकारः अपगच्छति, तस्मिन् स्थाने एव तिप् तस्जि आयाति, अतः तत्र प्रत्ययः परश्च इति कोऽपि आवश्यकता एव नास्ति. परे स्थापि, परे एव स्थापनीयं, साक्षात् परे स्थापनीयम् इति तु नास्ति. ते तु लस्य इत्यनेन षष्ठ्यन्तम् अस्ति, अतः स्थानीरूपेण ते आयान्ति, आदेशरूपेण तिप्तस्जि आयाति, न तु तत्र प्रत्ययः कारणेन आयान्ति. सो लट् लकारस्य कृते प्रत्ययसंज्ञा अस्ति, अतः स्थानीवद्भावेन तत्र तिप्तस्जि इति तेषां कृते अपि प्रत्ययसंज्ञा अस्ति. आर् यु पीपल् गेटिङ्ग् मै पायिण्ट्? वाट् ऐ एम् वाण्ट्, वाट् ऐ वाण्ट् टु से, कुत्रचित् पूर्वे अस्माभिः पठितं न, एतत् भूयोग लट् इति न इति लिखितं खलु. प्रायशः वयं किं कुर्मः, भूयोग लट् कुर्मः, कथं जानीमः भूयोग लट् एव करणीयं, लट् योग भू न करणीयम्? हौ डु वि नो? अत्र अन्तिमवाक्यं भूयोग लट् इति न इति लिखितं महोदय. अत्र प्रथमे लिखितं अत्र यदि लट् प्रत्ययः संज्ञा न अभविष्यत्, सपोज् लट् इत्यस्य कृते प्रत्ययसंज्ञा नास्ति. सपोज् यदि लट् इति शब्दसमूहस्य कृते प्रत्ययसंज्ञा नास्ति तर्हि परश्च विल् आल्सो नाट् कम्. किमर्थं चेत् यत्र यत्र प्रत्ययः प्रत्ययः इति सूत्रम् आयाति तत्र एव परश्च इत्यस्य अधिकारः, तत्र एव परश्च इत्यस्य आवश्यकता. सो यदि प्रत्यय एव नास्ति परश्च अपि न आगमिष्यत्, दिस् विल् आल्सो नाट् कम् बिकास् प्रत्यय एव नास्ति. इन् देट् सिचुवेशन् तस्यां दशायां किं भवति? लट् तु आद्यन्तौ टकितो लट् टित् अस्ति, अतः अनेन परिभाषासूत्रेण तत्र किं भवति? धातोः प्राक् अभविष्यत्. So it will come in front of dhatu. So it will not become bhuyogalat. Yatha vayam samanya rupena kurmaha bhuyogalat. Tatha na bhavati. Itina kim lat yoga bhu abhavishyat. This will happen. How? When will this happen? Yadi tatra lat ityasya krite pritya sangya nasti. Ataha pritya sangya nasti chet parascha api na agamishyat. अतः तत्र किञ्चित् भ्रमः जायते. लट्टित् अस्ति अतः आद्यन्तौ टकितो इत्यनेन आदौ स्थापनीयम् इति तत्र किञ्चित् केचन विषये तत्र केचन एतत् अपि चिन्तनं कर्तुं शक्यते न, अतीत् अस्ति अतः आदौ स्थापनीयम्. अतः स्पष्टीकरणार्थं कस्यापि मनसि तत्र क्लेशः मा भवेत् तस्य कृते एव परश्च इति सूत्रमपि दत्तम्. वै वी आर् डिस्कसिङ्ग् आल् दिस्? बिकास् आल्वेस् वी से न महर्षि लाघवम् इच्छति, लाघवम् इच्छति. दट् इस् वै नौ वी आर् डिस्कसिङ्ग् वास् इट् इम्पार्टेण्ट्? वास् दिस् परश्च एतस्य आवश्यकता आसीत् वा, अस्ति वा, अस्ति वा एतस्य सूत्रस्य आवश्यकता? लाघवार्थं तु न भवेत्, वयं जानीमः प्रत्ययः अस्ति चेत् परे एव स्थापनीयम्. इदानीं वदति तत्र क्लेशः मा भवेत्, टित् कारणेन आद्यन्तौ टकितो इत्यनेन कोऽपि आदौ स्थापयति चेत् किं भवति? तत्र अतः स्पष्टीकरणार्थम् एव इत्युक्ते वी केनाट् फोकस् आन् न वी हेव् टु इट् शुड् बि लघु लघु लघु तो देन् बट् इट् शुड् बि स्पष्ट आल्सो न. स्पष्टीकरणम् इस् आवश्यकं देन् लाघवार्थं. सो फार् achieving one goal we cannot leave the other goal na, both are important. So parashchayati sutram api avashyakam. Anena sutrena tatra spashtata bhavati yatra yatra pratyasangya saha pare eva asmabhi prakriti pare eva sthapaniyam na tu kutrachit adu madhye sthapaniyam ityatra asman parichede likhitam. Idani mavagatam avade. अयसु अण्ड धातोः एव अपि वदति परकार्यम् इति परन्तु इदानीम् अवगतम्. एकवारं पुनः करपत्रं पठतु भगिनि एतस्य विषये, तदा तत्र मनसि स्पष्टता भवति. इदानीं तु समयः अभवत्. अस्तु, मेबि अग्रिमकक्षायाम् एतत् समापनं भवति चेत् एकं नूतनं करपत्रस्य तत्र आरम्भः. इदानीं तु समयः अभवत्. जगदीश महोदय कृपया शान्तिमन्त्रं पठतु. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्ति. हरि ओम् श्रीगुरुभ्यो नमः. हरि ओम् तत्सत्. नमस्काराः, धन्यवादाः, पुनः मिलामः. धन्यवादः महोदय. धन्यवादः, नमस्काराः. धन्यवादः भगिनी, नमस्कारः. शुभदिनम्.